गतवर्गे अस्माभिः किं पठितं? प्रातिपदिकत्वं. प्रातिपदिकत्वम् इत्युक्ते किम् अस्माभिः प्रातिपदिकम् इत्युक्ते किम् अस्माभिः पठितं? तत्र अस्माभिः किं पठितं? प्रथमः अस्ति प्रातिपदिकस्य कृते मूलसूत्रमस्ति अर्थवत् धातुः अप्रत्ययः प्रातिपदिकम् इति. तदनन्तरं किमस्ति? कृत् तद्धिसमासाश्च इति अपि प्रातिपदिकं तद् अस्ति. अनन्तरम् एका परिभाषा अपि आसीत्. परिभाषा का आसीत्? परिभाषा का आसीत्? लिङ्गस् प्रातिपदिकस्य ग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं विशिष्टस्य ग्रहणम् इति. नाम यदि छात्र नाम यदि छात्र इति प्रातिपदिकं वयं वदामः तर्हि छात्रस्य प्रातिपदिकत्वेन छात्रयोगः नीप् छात्रयोगः टाप् इति यत् त्रिलिङ्गरूपम् अस्ति छात्रा तस्य अपि प्रातिपदिकत्वं भवति. नो चेत् प्रत्ययान्तरूपस्य प्रातिपदिकत्वं नास्ति खलु. अतः स्त्रीलिङ्गशब्दाः ये आबन्ताः अथवा ण्यबन्ताः सन्ति तेषां प्रातिपदिकत्वं कदापि न भवति. अनया परिभाषया तत् प्रातिपदिकत्वं भवति इति. तदनन्तरम् अन्यम् अधिकारसूत्रमस्ति ण्याप् प्रातिपदिकात्. यत् ण्यबन्त आबन्त प्रातिपदिक प्रातिपदिक प्राति ण्यबन्त ण्यबन्तात् आबन्तात् प्रातिपदिकात् एव चतुर्थ पञ्चम पाठयोः प्रत्ययाः भवन्ति इति आसीत्. तद् वयं तद् अस्माभिः पठितं. तदेकमासीत्. तदनन्तरम् अन्यं किम् आसीत्? अन्यं किम् आसीत्? अन्यम् एकनिमिषः. हा तदस्ति. तदनन्तरं तत्तु प्रातिपदिकत्वं भवति. तदनन्तरं सु औजस् एते प्रत्ययाः कथं विहिताः भवन्ति तत्तु अग्रे वयं पठिष्यामः. अस्य प्राति अस्य पाठस्य सः विषयः नास्ति इति अस्ति. तदनन्तरम् अस्माभिः पठितं किं? हा अत्र मया एकः प्रश्नः मम एकः प्रश्नः अस्ति. ण्याप् प्रातिपदिकात् इति सूत्रमस्ति खलु, अधिकारसूत्रम्. तर्हि अत्र ण्याप् इति भागस्य का आवश्यकता? केवलं प्रातिपदिकात् इति उच्यते चेदपि सम्यक् भवति खलु. प्रातिपदिकात् ण्याप् प्रातिपदिकात् इति तत्र अन्यप्रत्ययः आगच्छति चेत् भवति वा? तत्र अन्य किं भवति? अन्यप्रत्ययः स्त्रीप्रत्ययात् अनन्तरमेव भवेत् इति. महोदय भवत्याः ध्वनिः एकनिमिषं महोदय. अन्यप्रत्ययः भवति चेत् तत् स्त्रीलिङ्गस्य स्त्रीलिङ्गप्रत्ययात् एव अनन्तरमेव सुप्रत्ययः भवति. कोऽपि अन्य मध्ये आगत्य तत् पूर्वं भवेत् इति वा? उत्तमम् उत्तमं. तर्हि पश्यतु, प्रायः भवान् यः वदति तदेव उत्तरमस्ति. तत् प्रातिपदिकात् इति अस्ति. मम प्रश्नस्य महत्त्वम् एतद् यत् ण्यबन्ताः अपि च आबन्ताः एव प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् इति सूत्रेण ण्यबन्ताः अथवा आबन्ताः ये त्रिलिङ्गशब्दाः सन्ति ते अपि प्रातिपदिकानि सन्ति खलु. प्रातिपदिकानि सन्ति. अतः ण्यबन्त आबन्त एतस्य पुनः लेखनस्य का आवश्यकता? यदि ण्यबन्त आबन्त प्रातिपदिक नास्ति चेत् लेखनस्य आवश्यकता. परन्तु परिभाषया तु वयं ज्ञातुं शक्नुमः यत् आबन्तः ण्यबन्तः त्रिलिङ्गशब्दाः अपि प्रातिपदिकाः सन्ति प्रातिपदिकाः सन्ति. परन्तु पुनः लेखनस्य एकं महत्त्वमस्ति. यथा महोदयेन उक्तं, यदि कोऽपि अन्यप्रत्ययः अस्ति नाम ये प्रत्ययाः सन्ति, पश्यतु नीट् प्रत्ययः अपि च आप् प्रत्ययः यस्मात् भवति तदपि प्रातिपदिकमेव अस्ति. उदाहरणार्थमस्ति छात्रयोगः टाप्. अत्र टाप् प्रत्ययः छात्र इति शब्दात् भवति, छात्र अपि प्रातिपदिकमेव भवति. अस्तु, इदानीं प्रश्नः भवितुं शक्नोति यदि छात्रयोगः टाप् योगः सु इति अस्ति प्रथमपुरुष प्रथमविभक्ति एकवचनं, तर्हि छात्र अपि प्रातिपदिकम् अस्ति खलु. छात्रयोगः टाप् एतदपि प्रातिपदिकमस्ति। तर्हि सु कुत्र भवति? छात्रयोगः सु अनन्तरं टाप् भवति अथवा छात्रयोगः टाप् अनन्तरं सु भवति? एतत् प्रश्नः भवितुं शक्नोति खलु, एषः प्रश्नः। तर्हि तस्य प्रश्नस्य उत्तराय एव एतत् लिखितमस्ति ण्यबन्त आबन्त, यत् णीप् अथवा आप् प्रत्ययः अस्ति चेत् तयोः अनन्तरम् एव अन्यप्रत्ययाः भवन्ति। अतः प्रथमं णीप् अथवा टाप् करोतु, तदनन्तरं सुवौच अथवा ये के अपि प्रत्ययाः सन्ति चतुर्थ पञ्चमपाठयोः। अतः छात्रयोगः टाप् प्रथमं भवति, छात्रा भवति, तत् प्रातिपदिकं भवति, तस्मादेव सु भवति, न तु छात्रयोगः सु इति कृत्वा अनन्तरं टाप् भवति। इदानीम् अवगच्छति वा? आं महोदय। तत्र तद्धितप्रत्ययः कुत्र भवति? त्रि प्रातिपदिकात् अनन्तरं भवति वा तत् पूर्वं भवति वा? के प्रत्ययः? तद्धितप्रत्ययाः सन्ति खलु, प्रातिपदिकात् विधीयन्ते खलु, तत्र कदापि तत्र का गति? तत् ते तद्धितप्रत्ययः अपि चतुर्थपञ्चमपाठे एव भवन्ति। आम् आम्। तर्हि तत्र त्रिप्रत्ययात् अनन्तरं भवति वा तत् पूर्वं भवति वा इति तदहं न अवगच्छामि इदानीं, न स्मरामि इदानीं। पूर्वं भवति वा? वैनतेय विनुतायाः अपत्यं वैनतेय विनुता पठामि न जानामि। परन्तु तस्य अत्र का आवश्यकता? भवान् यत् पृच्छति तस्य इदानीं तत्र न महोदय, तत्र प्रातिपदिकात् विधीयन्ते खलु, तत्र प्रातिपदिकात् विधीयन्ते, अत्र प्रातिपदिकात् सुप्रत्यय विधीयते इति अस्ति। इदानीं तत्र इदानीं प्रातिपदिका इदानीं त्रिप्रातिपदिकमस्ति, तदनन्तरं तद्धितप्रत्यय तदपि प्रातिपदिक भवति। अस्तु अस्तु, अनन्तरं भवितुम् अर्हति प्रायः न जानामि। मदन् महोदय अवगच्छति वा? मया किम् उक्तम्? आं महोदय, आं महोदय अवगच्छति खलु? आं महोदय, आं महोदय। अस्तु, अतः न्याप्रातिपदिकात् इति सूत्रे नीप् आप् तस्य अपि महत्त्वम् अस्तु। इदानीं पाठः तत् पाठः समाप्तः। मदन् महोदय, भवती अद्य अपि केवलं शृणोति एव वा? आं महोदय, अस्वस्था अस्मि। किं गतवर्गे अपि अस्वस्था आसीत् खलु? सर्वं कुशलं खलु? काफ् अस्ति महोदय, मध्ये मध्ये काफ् अस्तु। श्रोतुं शक्नोति वा अथवा नास्ति? न करोति? आम् आम् आम् आम् आम्। तर्हि अद्य केवलं रघुपतिमहोदय एव अस्ति, तदनन्तरं गृहं पठितुं शक्नोति। अस्तु, विद्याभगिनी आगच्छति विद्या बहिनी आगच्छति वा? अस्तु अस्तु अस्तु, आगच्छति इति वदति। अस्तु अस्तु, तर्हि इदानीं नूतनपाठः अस्ति, अग्रिमपाठः अस्ति गणम् आधारीकृत्य शतरन्तरूपस्य प्रातिपदिकत्वनिर्माणम् इति अस्ति खलु, कुत्र अस्ति? तृतीयकरपत्रं कुत्र अस्ति? तृतीयबिन्दु तृतीय करपत्रं गणम् आधारीकृत्य शतरन्तप्रातिपदिकनिर्माणम् इति अस्ति। इदानीम् अस्माभिः सामान्य शतरन्तप्रातिपदिकत्वं कथं भवति, पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे किम् अत्र प्रातिपदिकत्वम् इत्युक्ते किम्, एतत् सर्वं पठितम्। इदानीं गणम् आधारीकृत्य वयं पठिष्यामः प्रत्येकगणे, भवादिगणे, रुदादिगणे इति। अत्र गणस्य गणम् आधारीकृत्य भेदः भवति, किमर्थं भवति? अत्र गणम् आधारीकृत्य किमर्थं भवति शतरन्तप्रातिपदिकनिर्माणे भेदः किमर्थं भवति इति वक्तुं शक्यते? तत्र सार्वधिकमस्ति, तिङ्क्षित् शीत् अस्ति इति कृत्वा तत्र शप् प्रत्ययः भवति, अनन्तरं तत्र शप् प्रभाते अन्य भवति. अतः तर्हि अत्र शक्तिप्रत्ययः सार्वधातुकप्रत्ययः अस्ति, कर्त्री अर्थे अस्ति, अतः कर्त्री शप् सार्वधातुकी इति सूत्रेण शप् प्रत्ययः आगच्छति. शपं प्रबाध्य, शपं प्रबाध्य अन्य प्रत्ययः आगच्छति गणमनुसृत्य. अतः गणस्य अत्र अपि महत्त्वम् अस्ति, यतोहि सार्वधातुकप्रत्ययः अस्ति. अस्तु तर्हि इदानीं पठतु महोदय. आम् महोदय, शत्रन्तप्रातिपदिकनिर्माणस्य समग्रदृष्टिः जाता गते पाठे. तत्र अस्माभिः दृष्टं यत् तिङ्क्षित् सार्वधातुकम् इत्यनेन शत्रुप्रत्ययः सार्वत्कप्रत्ययः इति. स च केवलं परस्मैपदधातुभ्यः विहितः, अपि च कर्त्रर्थे एव. कर्तरी शप् इत्यनेन कर्त्रर्थे सार्वत्कप्रत्ययः परः अस्ति चेत् धातुतः शप् प्रत्ययः भवति. अन्यच्च सार्वधकलकारेषु नाम लट् लोट् लङ् विधिलिङ् इत्येषु रूपाणि कथं निष्पद्यन्ते इति अस्माभिर्ज्ञायते. तत्रापि कर्तर्थे कर्तरि शप् इत्यनेन शप् विकरणप्रत्ययः विहितः. अग्रे शत्रुप्रत्ययः अजादि अपि सार्वधातुकः, लट्लकारे अन्तीति सिद्ध तिङ्प्रत्ययः अपि अजादि अपि सार्वधातुकः. अतः उभयत्र कार्यं सम्पूर्णतया समानं. गम् योग अत् अत्र तत्र गच्छत् इति भवति, गच्छत् गम् इति गच्छ गच्छ इति भवति, गच्छत् इति प्रातिपदिकं भवति. गच्छत् गम् योग अन्ति तत्रापि गच्छन्ति इति तत्र इति शत्रन्तप्राति तत्र वयं ज्ञातवन्तः पूर्वम् इति. तत्र शत्रुप्रत्यय सार्वत्कप्रत्ययः अस्ति, कर्तृत्वे एव अस्ति, अतः परस्मै धातुभ्यः भवति, कर्तृत्वे एव भवति. अतः अनेन तत्र शप् प्रत्ययः कर्तृत्वे यदि भवति चेत् कर्तरि शप् इत्यनेन कर्तरि यदि सार्वत्कप्रत्ययः अस्ति चेत् शप् प्रत्ययः आगच्छति एव. अतः तेन तत्र कर्तरि शप् इति भवति. यदा कर्तरि शप् भवति तदा अन्य अन्य अन्यगणानां तत्र तत्र गणस्य गणानां तत्र भिन्नभिन्न ध्वनिः भग्ना भवति, भग्ना भवति महोदय, न जानामि महोदय किमर्थ. एकनिमिषः, अहम् इदानीं वैफै मध्ये अस्मि, अहम् इदानीं तत्र डाटा करोमि. इदानीम् अस्ति. आमां यदा भवान् बहुकालस्य कृते वदति तदेव तत् शृणोमि अहं. व्यवधानं भवति वा तत्र? एकनिमिषं महोदय. अस्तु अस्तु, चिन्ता नास्ति, इदानीं पठतु. अस्तु अस्तु, तत्र शप्रत्ययः भवति, शप्रत्ययः भवति चेत् तत्र गणविकरणप्रत्ययः अन्यगणप्रक आयन्ति अत्र. अतः तत्र वयं दृष्टवन्तः सार्वत्रिकलट् प्रकरणे अन्ति इति कथं भवति इति दृष्टवन्तः. तत्र अन्ति इति बहुवचने अस्ति, तत्र समानम् अस्ति, तत्र कार्यं समानमस्ति. गम्योग अन्ति यत् गच्छन्ति भवति, गम्योग अत् गच्छति इति अस्ति. अग्रे पठामि वा महोदय? अस्माभिः पूर्वं पठितं खलु? हा पठितम्, आमां सत्यं. किमर्थं तत्र बहुवचनरूपं द्रष्टव्यम् इति? बहुवचनं रूपं दृष्ट्वा सतति प्रातिपदिकत्वं कर्तुं शक्नुमः. अस्माभिः पूर्वं पठितं, अत्र किमपि नूतनं नास्ति. अस्तु अग्रे पठतु. अनन्तरम् उभयत्र धातुगणम् अनुसृत्य यथासङ्गं शपं प्रबाद्य अन्ये विकरणप्रत्यया विहिताः भवन्ति. इत्युक्ते दशसु गणेषु कर्तरि शप् इत्यनेन शप् प्रत्ययः विहितः. तदा शप् प्रत्ययं बाधित्वा दिवादिगणे दिवादिभ्यः शन् इत्यनेन शन्, स्वादिगणे स्वादिभ्यः श्नुः इत्यनेन श्नु, रुदादिगणे रुदादिभ्यः शः इत्यनेन श, रुदादिगणे रुदादिभ्यः स्नम् इत्यनेन स्नम् प्रत्यय, तनादिगणे तनादिकृभ्यः उः इत्यनेन उ इति क्रिया, उ इति क्रयादिगणे क्रयादिभ्यः स्ना इति इत्यनेन स्ना इति प्रत्ययः. अतः कस्यचित् धातोः सार्वधातुकलकारस्य वा शत्रुत्वस्य वा रूपं जिज्ञासामाश्चेत् उभयत्र अस्माकं प्रथमप्रश्नः अयं धातुः कस्मिन् गणे अस्ति इति भवेत्. अस्तु सार्धलकारस्य यत्र कस्मिन् शत्रन्तरूपं ज्ञातुम् इच्छामः चेत् तत्र तत्र गणस्य चिन्तनं भवेदेव किमर्थमिति कर्तरि शप् इति आगच्छति चेत् तत्र अन्ये अपि भवन्ति किमर्थम् इति शप् शित् सारि शत्रुप्रत्यय सार्धात् कर्तृत्वे अस्ति इति कृत्वा अग्रे अग्रे पठामि महोदय स्पष्टम् इति चिन्तयामि तत्र सार्धात्कलकारेषु शत्रन्तररूपेषु च इमे दशधातुगणाः पुनः द्वयोः धातुगणसमूहयोः विभक्ताः एकस्मिन् धातुगणसमूहे धातुविकरणप्रत्ययोः संयोजनेन अदन्तं ह्रस्व अकारान्तम् अत् अन्तम् इति अकारान्तङ्गं निष्पन्नं भवति अपरस्मिन् धातुगणसमूहे धातुविकरणप्रत्ययोः संयोजनेन अनदन्तम् अङ्गं निष्पन्नं इति तत्र प्रथम अदन्तमस्ति ते के इति धातुगणसमूह इति अग्रे अस्ति यत्र अङ्गम् अदन्तं भवति चत्वारः धातुगणाः वर्तन्ते भुवादिगणे शप् अ इति अस्ति दिवादिगणे शन् तत्र य इति अस्ति सुदादिगणे श इति अत्र अ भवति चुरादिगणे अपि शप् इति एव अतः अ इति येषु तत् चतुर्षु धातुगणेषु धातुविकरणप्रत्ययः संयोजनेन यत् अङ्गं भवति तद् सर्वदा अदन्तम् अङ्गं भवति अतः येषां शत्रन्तप्रातिपदिकस्य निर्माणप्रक्रिया सदा समाना इति अस्ति तत्र अत्र वयं जानीमः तत्र अदन्त शत् विकरणप्रत्ययनिर्म यदा योजयामः सार्वत्रकलकारेषु तत्र वयं तत्र धातुगणद्वयं कृतवन्तः तत् समूहः धातुगणानां समूहद्वयमस्ति एकमस्ति अदन्तधातुगणानां समूहः अदन्त येषां विकरणप्रत्ययमेजने मेलनेन तत्र अकारान्त अङ्गं भवति अपि च अनदन्तम् इत्युक्ते यत् अकारः न अकारान्त नास्ति इति तत्र चतुर्षु गणेषु तादृशः अस्ति भुवादि दिवादि तुदादि अपि च चूरादिगणेषु तत्र निर्माणप्रक्रिया समाना अस्ति येषाम् अदन्ताङ्गानां तत्र अदन्त अङ्गानां तत्र शतन्त्रप्रातिपदिकस्य निर्माणप्रक्रिया समाना भवति यथा वयं दृष्टवन्तः अपि यथा भुवादिगणे भूयोग शप् तत्र भव इति भवति तत्र गुणः भूत्वा सन्धि भूत्वा भव इति अदन्तमङ्गमस्ति भवयोग शत्रु इत्यस्ति अतः तत्र भवयोग अत् अतोगुण इत्यनेन भवत् इति भवति तत् पुररूप अतोगुणे पररूपक्षमतां पररूपादेशः भवति अतोगुण इत्यनेन भवत् दिवादिगणे नृत् योग श्यन् इति नृत्य इति भवति नृत्ययोग शत्रु तत्र शकारकारस्य अपगमनेन तत्र नृत्ययोग नृत्ययोग अत् इति भवति अतोगुण इत्यनेन नृत्य तथैव चुदादिगणे तुदुयोग श तुदत् चुरादिगणे चुरुयोग णिच् इदानीं तत्र चुरादिगणे णिच् इति सर्वदा भवति एव चुरादिभ्यः णिच् इति चोरि इति अनन्तरं शप विकरणप्रत्ययेन चोरय इति भवति चोरय चोरय इति अनन्तरं चोरयग अत् चोर अतोगुणे इत्यनेन चोरयत् तर्हि भवत् नृत्यत् तुदत् चोरयत् इति सर्वत्र अदन्ताङ्गमस्ति इति अस्ति अस्तु सर्वे आगच्छन्ति हा महोदय स्पष्टमस्ति वयं पठितवन्तः पूर्वं किमपि नूतनं नास्ति अत्र सर्वत्र शपप्रत्ययः षण् प्रत्ययः शप्रत्ययः अथवा चुर्योगः णिच् चन्तनं शप् इति आगत्य अङ्गं भवति भव नृत्य तुद चोरय अदन्तमङ्गमस्ति अग्रे शत्रिप्रत्ययः अस्ति तत्र अत एव अवशिष्यते भवयोगः अत् नृत्ययोगः अत् तुदयोगः अत् चोरययोगः अत् तत्र अतोगुणे इत्यनेन अत्र अपदान्त अकारस्य इति अपदान्त अकारः अस्ति तस्मात् अत् इति अ इति गुणवर्णः आगच्छति अतः पूर्वपरयोः एकपररूप आदेशः भूत्वा अकारः एव तिष्ठति न तु अतो दी न तु अतो दीर्घो य इति सूत्रेण क्षम्यतां न तु अकर् न तु अकः सवर्णे दीर्घ इत्यनेन आकारः भवति तर्हि अकारः एव अवशिष्यते भवत् नृत्यत् तुदत् चोरयत् इति तर्हि अतो गुणे इति अस्माभिः पूर्वं पठितम् अपदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम् इति अस्ति. तर्हि शतरन्तप्रातिपदिकस्य निर्माणे चतुर्षु धातुगणेषु साम्यम् अस्ति, यतोहि धातुविकरणप्रत्ययसंयोजनेन अदन्तमङ्गं निष्पन्नं भव नृत्यतु द चोरय. चतुर्णाम् अन्तिमवर्णः ह्रस्व आकारः, चतुर्णामपि अङ्गम् अदन्तम् इति कारणेन ततः अग्रे चतुर्णां कार्यं समानम्. अतो गुण इत्यनेन एक पूर्वरूपपरयोः एक पूर्वपररूपादेशः. परन्तु तस्मात् प्राक् यत् विकरणनिमित्तीकृत्य कार्यम् अस्ति धात्वङ्गे तत् भिद्यते विकरणभेदात्. हा, तत्तु भिन्नमस्ति. तत् तर्हि अस्माभिः यत् भ्वादिगणे तुरादिगणे तुरादिगणे चौरादिगणे इति अस्माभिः यत् लट् लकारस्य विषये अस्माभिः यत् पठितं तत् ते सर्वे तत् समानः एव अस्ति अत्र अपि भेदः. पुनस्मरणं भवति तत्र, पुनस्मरणमेव अस्ति अत्र. पश्यतु अत्र कुत्रापि केवलं स्त्रीलिङ्गविषये नूतनसूत्राणि सन्ति, परन्तु अन्यथा पुलिङ्गनिर्माणकृते प्रातिपदिकनिर्माणकृते कुत्रापि नूतनसूत्राणि इदानीं पर्यन्तं न आगच्छन्ति. तर्हि सम्यगेव तदेव अस्ति, किञ्चित् अस्ति सार्वधातुकमस्ति, अतः सार्वधातुकम् अस्ति, अतः लट् लोट् लङ् विजिलिङ्ग् इति लकाराणां लकारान् इव अत्र अपि कार्यं भवति. विकरणनिमित्तकृते ये ये प्रत्यादेशः धात्वादेशः सर्वं समानमेव, सर्वं भवति अत्र. अत्र शप् प्रत्यय कृते तत्र गुणकार्यं भवति, तत्र अत्रापि गुणकार्यं भवति. भव मध्ये भूयोगः शप् भूयोगः शप् भव भवति. तर्हि सम्यक् सर्वं समानम् अस्ति. अतः पश्यतु शत्रन्तप्रातिपदिकनिर्माणं किमपि नूतनं विषयः नास्ति. अतः ये पाणिनेः सूत्राणि जानन्ति ते द्रष्टुं शक्नुवन्ति यत् शत्रन्तप्रातिपदिकनिर्माणं भिन्न किमपि भिन्नपाठः नास्ति. वस्तुतः सूत्राणि समानानि एव सन्ति, केवलं प्रत्ययः भिन्न अस्ति. परन्तु प्रत्ययः भिन्न अस्ति चेदपि क्लेशः नास्ति, सूत्राणि समानानि सन्ति, अतः रूपाणि वयं कर्तुं शक्नुमः. अतः अत्र अस्माभिः यत् विद्यालये कथं पठितं तिङ्गरूपाणि, इदानीं कृदन्तरूपाणि, तत्र शत्रुप्रत्ययः, ओ किमपि भेदः अस्ति, नूतनपाठः अस्ति, वस्तुतः तथा किमपि नास्ति. पाणिनिः तादृशभेदः कदापि न करोति. तस्य कृते शत्रन्त सार्वधातुकप्रत्ययः अस्ति खलु, अतः गणम् आधारीकृत्य रूपाणि करोतु. अत् एव मातुः मार्ग एव, कोऽपि अन्य कोऽपि न कृतवान् तादृश. सुलभमस्ति, बहु सुलभमस्ति, बहु सुलभमस्ति. तदेव तदेव तद् एव अस्माकम् अध्ययनस्य सारः अस्ति. बहु सुलभम् अस्ति सर्वम्. अत एव झटिति वयं झटिति अस्ति किम्, अस्माभिः किं किमपि नास्ति नूतनं. शत्रुप्रत्ययस्य किमपि नूतनं नास्ति, केवलं भवान् केवलं तदेव तानि एव नियमानि सन्ति. अतो गुणे कर्त्रीश तिंशित् सार्वधातुकम् एतदेव अस्ति. अस्तु, इदानीं धन्यवादः विद्या महोदय. भवती पठति वा लिङ्क्? कुत्र अस्ति महोदय? लिङ्क् प्रेषयामि इदानीम् एकवारं प्रेषयामि. अतो गुणे इति सूत्रमस्ति महोदय, गणम् आधारीकृत्य तृतीयकरपत्रमस्ति, अत्र लिङ्क् भवान् तत्र द्वितीयकरपत्रस्य लिङ्क् प्रेषितवान्. अग्रिमः अस्ति भगिनि, अग्रिमः अस्ति महोदय. अत्र शप् विकरणप्रत्यय खलु, अप्रत्यय एव प्रातिपदिकसंज्ञा भवति, परन्तु भूयोगः शप् इति विकर्णप्रत्यययोजनेन कथं प्रातिपदिकसंज्ञा भवति महोदय? न भवति, शत्र इति योजयामः तदा एव भवति. शत्र योजन अनन्तरम् एव प्रातिपदिकसंज्ञा भवति. भवत् इति प्रातिपदिकसंज्ञा भवति केन सूत्रेण? भवती एव वदतु. भव इति प्रातिपदिकं नास्ति, भवयोगः शत्रि इति कृत्वा यद् भवत् निष्पद्यते तस्य प्रातिपदिकसंख्या भवति. केन सूत्रेण भवति? भवती वदतु. कर्त्री शप् इति प्रातिपदिकसंख्या भवत् इति भूयोग शप् इति भ्वादिगणे अत्र विकरणप्रत्यय एव शप् अस्तु खलु अप्रत्यय एव प्रातिपदिकसंज्ञा भवति कथम् एतत् महोदय भूयोगः शप् तस्य भव भवति भव इति प्रातिपदिकं नास्ति भव योगः शत्रीकृत्वा यत् भवत् रूपं निष्पद्यते भवत् तत् भवत् इति रूपं प्रातिपदिकमस्ति अवगच्छति वा भव कथा किमर्थं भवती उक्तवती यत् भव इति प्रातिपदिकमस्ति किम् इति अप्रत्यय अधातुः अप्रत्यय एव प्रातिपदिकम् इति एकं सूत्रमस्ति खलु प्रथमसूत्रमस्ति प्रथमसूत्रं किं वदति अर्थवत् अधातुः अप्रत्ययः भव इति प्रत्ययान्तमस्ति खलु शप्रत्ययान्तमस्ति प्रत्ययान्तम् अस्ति चेत् किमर्थं भवती वदति प्रातिपदिकमस्ति नास्ति खलु भवत् इति तत् तस्य प्रश्नः अस्ति भवत् इति अत्र प्रत्ययः अस्ति खलु तत् कथं वा भवति इति भवत् इति वदति वा अथवा भव इति वदति भवत् कथं प्रातिपदिकं भवति अस्तु अस्तु भवत् इति किमर्थं तर्हि भवत् मध्ये शत्रिप्रत्ययः अस्ति खलु अन्ते शत्रिप्रत्ययः कृत् प्रत्ययः अस्ति खलु कृत् प्रत्ययः अस्ति कृत् तद्धित् समासाश्च इति सूत्रेण यद्यपि प्रत्ययान्त अस्ति इदानीम् आगच्छति खलु अपवादः इदानीम् आगच्छामि कृत् अधितान्तसमासः अवगच्छामि महोदय अस्तु अहं पठामि वा महोदय पठतु अस्तु नमस्कारः महोदय नमस्ते देयं अतो गुणे पर्यन्तम् अस्माभिः पठितम् अग्रे पठतु इदानीं देयं यत् एव खलु महोदय देयं यत् देयं न कुत्र अस्ति इदानीं 03 इति प्रेषितवान् रघुपति आचार्येण अग्रे देयम् इति एव खलु न शत्रन्तप्रातिपदिकस्य निर्माणे एषु चतुर्षु धातुगणेषु न आहत्य प्रथमदृष्ट्या चतुर्णां साम्यम् इति एकनिमिषम् अहं प्रेषितवान् तदेव खलु तृतीय खलु अहं प्रेषितवान् तृतीया तृतीय एव महोदय एकनिमिषम् अनन्तरं देयं यत् एव अस्ति अत्र अतोगुणे पूर्वं यथा भवादिगणे भूयोगशप् कोऽपि पठितुं महोदय महोदय विजय महोदय तृतीयपरपत्रे अस्ति खलु गणम् आधारीकृत्य शत्रन्तप्रातिपदिकनिर्माणं तृतीयगणं वा तृतीयकरपत्रं गणं न तदेव प्रेषितवान् महोदय गणम् आधारीकृत तदेव प्रेषितवान् इदानीं भवती कुत्र अस्ति अस्तु महोदय शत्रान्तप्रातिपदिकस्य निर्माणे येषु चतुर्षु धातुगणेषु साम्यम् अस्ति यतोहि धातुविकरणप्रत्ययोः संयोजनेन अदन्तम् अङ्गं निष्पन्नं भव नृत्य सुद ओरय चतुर्णां चोरय एव वा आमाम् उपरि अस्ति खलु चोर इति एव दत्तमासीत् चोरय चतुर्णाम् अन्तिमः वर्णः ह्रस्व अकारः चतुर्णामपि अङ्गम् अदन्तम् इति कारणेन ततः अग्रे चतुर्णां कार्यं समानम् अतो गुणे इत्यनेन पूर्वपरयोः एकः पररूप आदेशः भवति परन्तु तस्मात् प्राक् यत् विकर्णनिमित्तीकृत्य कार्यम् अस्ति धात्वाङ्गे तत् विद्यते विकर्णभेदात् अत्र अतो गुणे इति कार्यं किम् अस्ति इति चतुर्णाम् अन्तिमवर्णः धातोः भव नृत्य सुध चोरय इति सर्वत्र ह्रस्व अकारः एव श्रूयते. अत्र अतो गुणे इति सूत्रं कार्यं करोति. अत्र पूर्वपरयोः एकः एव पररूपः आदेशः भवति इति तत्र दत्तम्. अनन्तरं एतत् सूत्रयोः सूत्रस्य प्रसक्तिः अभवत् खलु तत् पूर्वं यत् विकर्णनिमित्तिकृत्यकार्यम् अस्ति धात्वाङ्गे. इदानीं भूधातु शप् इति भवति चेत् अत्र अकारः एव तिष्ठति. यत् धात्वाङ्गे तत् विद्यते विकर्णभेदात् विकर्णभेदात् अत्र तत्र विद्यते इत्युक्ते अत्र समानं नास्ति, समानकार्यं नास्ति, अत्र किञ्चित् भेदः एव भवति इति. एतत् समीचीनं वा महोदय? अस्तु महोदय. आहत्य प्रथमदृष्ट्या चतुर्णां साम्यम् अतः चत्वारः मिलित्वा एकः धातुगणसमूहः. द्वितीयदृष्ट्या चतुर्षु भिन्नता तु अस्ति विकर्णभेदात्. एतत् आधारेण प्रथमधातुगणसमूहस्य कार्यं द्वितीयधातुगणसमूहस्य कार्यं च पृथक्तया वीक्ष्येते अस्माभिः. पुनः प्रथमधातुगणसमूहे चतुर्षु भेदः विकर्णभेदात् अतः चतुरः गणान् पृथक् कृत्वा परिशीलयिष्यामः. तस्मात् परमेव क्रमेण द्वितीयगणसमूहस्य अनदन्तम् अङ्गम् अनदन्तानाम् इत्येषां गणानाम् अत्र अदन्तम् अनदन्तम् इति अस्ति. अत्र भेदः अनदन्तानाम् इत्येषां गणानाम् एतत् स्वीकृत्य अत्र परिशीलयामः अग्रे. इदानीं प्रातिपदिकनिर्माणप्रक्रियाम् अवलोकयामहे. किम् अस्ति प्रातिपदिकम् इति निर्माणसमये किं किं कार्यं भवति इति अग्रे पश्येम इति. अत्र आरम्भात् प्राक् कर्तरिशप् इत्यस्य कः अर्थः? शत्रुप्रसङ्गे शत्रु अत्र अस्ति, शत्रुशानच् एतत् अस्ति खलु, तत्र शत्रुप्रसङ्गे किं भवति इति कर्तरिशप् इति योजनेन इति विकर्णप्रत्ययम् अस्ति चेत् अकारः एव शप् अस्ति चेत् अत्र आकृतिः अकारः एव अन्ते तिष्ठति. एतत् विषये किञ्चित् अग्रे पश्येम इति तत्र दत्तं. समीचीनं वा महोदय? तर्हि किमपि नास्ति अत्र. प्रथमगण अस्ति अदन्तं, तत्र भवादि तुदादि भवादि क्षम्यतां भवादि दिवादि तुदादि चुरादिगण इति अदन्तमस्ति. तेषां सर्वेषां कार्यम् एकरीत्या एव भवति. अन्येषां गणानां तत्र भिन्न भिन्नरीत्या कार्यं भवति. कुत्रचित् आकारान्तमस्ति, कुत्रचित् उकारान्तमस्ति, कुत्रचित् श्नु भवति. तत्सर्वं वयम् अग्रे पठामः, परन्तु तदपि किमपि नूतनं नास्ति. सर्वम् अस्माभिः पूर्वं पठितम्. अस्तु, अग्रे. तस्मात् आरम्भात् प्राक् कर्तृशप् इत्यस्य को अर्थः क्षत्रिप्रसङ्गे इति पश्येम. अस्तु, अग्रे रघुपतिमहोदय पठतु. क्षत्रिप्रत्ययपरे सर्वत्र क्षत्रिप्रत्ययपरे सर्वत्र शप् कर्तरिशप् धातुतः शप् प्रत्ययः भवति. कर्तृत्वके सार्वत्रप्रत्ययपरे अनुवृत्तिसूत्रमस्ति धातोः शप्रत्ययः परश्च कर्तरि सार्वधातुके इति वयं जानीमः. कर्तरि कर्तरि सार्वत्रप्रत्ययपरे तत्र शप्रत्ययः भवति धातुतः. कर्तरि नाम किम् इति प्रश्नः. कस्मिंश्चित् वाक्ये क्रियापदं कर्तते चेत् पूर्णवाक्यं कर्तरिप्रयोगे भवति. वाक्ये क्रियापदं कर्तते चेत् पूर्णवाक्यं कर्तरिप्रयोगे भवति. अस्तु, अतः तिङ्प्रसङ्गे कर्तरी नाम वाक्यस्तरे कर्तरिप्रयोगः. वाक्यं भावे प्रयोगे वा कर्मणि प्रयोगे वा चेत् शपप्रत्ययः न विधीयते. अधुना कृदन्तप्रसङ्गे व्यवस्था भिन्ना, यतोहि कृदन्तं विशेषणं न तु क्रियापदम्। कृदन्तं कर्तृत्वे कर्मण्यर्थे इत्यनेन केवलं शब्दस्तरे सूचना, न तु वाक्यस्तरे। कृदन्तं कर्तृत्वे कर्मण्यर्थे इत्यनेन केवलं शब्दस्तरे सूचना, न तु वाक्यस्तरे। यथा तिङ्ग पूर्णवाक्यस्तरे एव कर्तरिप्रयोगः भवति इति अस्ति, अत्र नास्ति शब्दस्तरे इति सूचना, न तु वाक्यस्तरे। कृदन्तं कर्तृत्वे चेत् यस्य पदस्य विशेषणं तेन सह कर्तृसम्बन्धः। अस्तु, विशेषणमस्ति इति कर्तृपदस्य एव तत्र विशेष कर्तृत्वे इति कर्तृपदस्य विशेषणं भवति। अन्यत् अथवा अन्यत् किमपि करणकारकं सम्प्रदानकारकम् इत्यादिकम् अर्हति, अतः वाक्यस्तरे न कापि सूचना, न कोऽपि सम्बन्धः। अहं गच्छन्तं बालकं पश्यामि इत्यस्मिन् वाक्ये बालकशब्दकर्मपदमस्ति, तथापि गच्छन्तं बालकम् इत्यनयोः कर्तृसम्बन्धः भवति। गच्छन्तं बालकं तत्र कर्तृसम्बन्धः अस्ति, अत्र सम्बन्धः अस्ति भवति। यः बालकः गच्छति इत्यर्थः इत्यर्थः। वाक्यस्तरे यः बालकः गच्छति तम् इति, अतः वृत्तान्ते शतुप्रत्ययः कर्तृत्वे तु अस्ति एव, परन्तु वाक्यं कर्मणि प्रयोगे अर्हति। यथा मात्रा भोजनं खादन् पुत्रः कथां श्राव्यते इति, अत्र वाक्यं कर्मणि प्रयोगे खादन् पुत्रः कर्मपदं च इति। अस्तु, कर्तरिनाम इति तत्र किम् इति दत्तमस्ति, तत्र क्रियापदं तिङन्तपदमस्ति चेत् तत्र कर्म कर्तरिप्रयोगे इत्युक्ते तत्र वाक्यस्तरे एव भवति कर्तरिप्रयोगः, तर्हि कर्मणि प्रयोगे तत्र कर्तृत्वं न भवति वाक्यस्तरे। परन्तु कृदन्तस्य तादृशं नास्ति, तत्र कर्तृत्वे अथवा कर्तृत्वे कर्मण्यर्थे केवलं शब्दस्तरे सूचना भवति। अतः किमर्थमिति चेत् कृदन्तपदं यदस्ति तद् विशेषणमस्ति, अतः यदि कृदन्तपदं विशेषणमस्ति कर्तृसम्बन्धः अस्ति, अतः कर्तृ इदानीं तत्र कर्ता भिन्नभिन्न तत्र कारकं प्राप्तुं शक्यते, तत्र करणकारकमस्ति, तत्र करणकारकं सम्प्रदानकारकम् इत्यादि, तत्रापि इदानीं यदा भवति तत्र तत्र वाक्यस्तरे कोऽपि सूचना नास्ति, केवलं शब्दस्तरे इति दत्तमस्ति। यथा एकम् एकम् उदाहरणमस्ति, अहं गच्छन्तं बालकं पश्यामि इत्यस्मिन् तत्र कर्मपदमस्ति, बालकमिति कर्मपदमस्ति, तस्य एव भवति, यदि कर्तरि इति नास्ति तत्र। अतः बालकस्य विशेषणमस्ति गच्छन्तम् इति, यः बालकः गच्छति इत्यर्थः कर्तरिप्रयोगे। परन्तु तत्र अत्र कर्मपदं बालकः अत्र कर्मपदमस्ति, गच्छन्तं बालकं, तर्हि अत्र शत्रुप्रत्ययेन तत्र कर्तृत्वे तु अस्ति एव, परन्तु कर्मण्यर्थे अपि भवति कथम् इति एकम् उदाहरणं दत्तमस्ति। तत्र श्राव्यते इति तत्र निजन्तप्रयोगः अस्ति, किमस्ति अत्र श्रवण श्राव्यते इति, तत्र निच् प्रत्ययेन श्राव्यते इति, मात्रा श्राव्यते इति, कथां श्राव्यते, तत्र भोजनं खादन् तद् भोजनं खादन् पुत्रः इत्यत्र कथां श्राव्यते इति, अत्र खादन् पुत्रः इति तत् कर्मपदमस्ति, तत्र द्विकर्मकः भवति तत्र निचि, अतः तत्र तस्य प्रथमा कर्मपदमस्ति कर्मणि प्रयोगे, वाक्यस्तरे कर्मणि प्रयोगे, वाक्यमस्ति कर्मणि अस्ति, परन्तु तत्र शत्रुन्तस्य शत्रुन्तपदस्य तत्र योजनं भवितुमर्हति, उपयोगः भवितुमर्हति इति दत्तमस्ति। सम्यक् वा महोदय, आगच्छन्ति वा? नाम तिङन्त यदा प्रत्ययः अस्ति, तिङन्तरूपम् अस्ति, तत्र क्रियापदम् अस्ति, क्रियापदं दृष्ट्वा वयं ज्ञातुं शक्नुमः कर्मणि प्रयोगः अस्ति वा कर्तृप्रयोगः यथा रामः गच्छति अत्र गच्छति क्रियापदमस्ति तद्दृष्ट्वा वयं ज्ञातुं शक्नुमः अस्य सम्बन्धः कर्तृ इति कर्तृशब्देन भवति रामः अतः तत् कर्तृरूपमस्ति कर्तृप्रयोगः अस्ति रामेण गम्यते अत्र गम्यते इति तस्य सम्बन्धः किमपि नास्ति कुत्रापि नास्ति अतः भावेन अस्ति अतः भाववाच्य अथवा रामेण बालकः पाठ्यते अत्र पाठ्यते तस्य सम्बन्धः कर्तृशब्देन नास्ति रामेण नास्ति बालकः इति शब्देन भवति अतः कर्मशब्देन भवति अतः कर्मणि प्रयोगः अस्ति परन्तु कृदन्तप्रयोगे वार्ता भिन्ना अस्ति तत्र क्रियापदं दृष्ट्वा वयं ज्ञातुं न शक्नुमः यतोहि कृदन्तरूपं यत् अस्ति तद् विशेषणमस्ति खलु वस्तुतः पठितबालकः बालकः पठितवान् पठितः तस्य यत् लिङ्गवचनं रूपः अस्ति सर्वं बालक इव भवति अतः विशेषणमस्ति अतः तस्य सम्बन्धः केन सह भवति इति अस्ति अतः तस्य सम्बन्धः तत् कर्तृ इति भवति चेत् तत्र कर्तृप्रयोगः अस्ति तस्य कृतप्रत्ययस्य नाम गच्छन् बालकः अत्र गच्छन् बालकः इत्युक्ते किं यः बालकः गच्छति अतः अत्र बालकः कर्तृरूपम् अस्ति अतः गच्छन् तस्य बालकेन सह अस्ति अतः गच्छन् अत्र कर्तृप्रयोगः भवति वाक्यस्तरे किमपि भवतु बालकः बालकं किमपि भवतु परन्तु तस्य तत्र वाक्यस्तरे बालकः कर्मपदं भवतु कर्तृपदं भवतु अन्य किमपि भवतु तत्र तस्य महत्त्वं नास्ति अत्र विशेषणम् अस्ति अतः तस्य कीदृशसम्बन्धः भवति विशेषेण तत् कर्तृ इति सम्बन्धः अस्ति चेत् कर्तृप्रयोगः भवति इति तर्हि अहं गच्छन्तं बालकं पश्यामि अत्र वाक्यस्तरे बालकं कर्मपदमस्ति परन्तु गच्छत् इति शत्रन्तरूपस्य कृते अत्र तु कर्तृप्रयोगः एव भवति खलु यः बालकः गच्छति तम् इति अतः अतः शत्रुप्रत्ययः कर्तृर्थे एव भवति वाक्यकर्मणि प्रयोगे भवितुं शक्नोति अतः मात्रा भोजनं खादन् पुत्रः कथां श्राव्यते अत्र पुत्रः वस्तुतः कर्मपदमस्ति अतः पूर्णवाक्यं कर्मणि रूपे अस्ति परन्तु खादन् इति शब्दस्य सम्बन्धः पुत्रः सहे इति अस्ति तत् कर्तृ इति अर्थे एव भवति अतः तत्र कर्तृप्रयोगः एव अस्ति कर्तृप्रयोगः अस्ति अतः शप्रत्ययः विहितः भवति कर्तृप्रयोगः नास्ति चेत् शप्रत्ययः न भवति केचित् प्रत्ययः कृदन्तप्रत्ययः कीदृशाः सन्ति तेषां केवलं कर्मणि अथवा भावे प्रयोगे एव रूपाणि वदति उदाहरणमस्ति किं पठितपुस्तकम् इति पठितपुस्तकम् इति अथवा पठितव्यं पुस्तकम् अत्र तव्यप्रत्ययः अस्ति तव्यप्रत्ययः अस्ति तदनन्तरं क्तप्रत्ययः अस्ति तस्य करणीयः तस्य सम्बन्धः कर्मणि अथवा भावे प्रयोगे एव भवति येन यस्य विशेषणमस्ति नाम यः विशेष्यः अस्ति तत् कर्मणि अथवा भावे प्रयोगे एव भवति तत् कर्तृप्रयोगे न भवति अतः तत्र किमपि शप्रत्ययस्य किमपि चिन्तनमेव न भवति इति मुख्यभेदः सर्वे अवश्यन्ति वा कर्तृप्रयोगः कृतप्रत्ययस्य कृते कर्तृप्रयोगः किम् अवगच्छति वा सर्वे आमां तत्र भ्रमः भवितुमर्हति कर्तरिषत्व अस्ति कर्तरि इति किमर्थ अत्र कर्मणि प्रयोगे कथं वा कथा श्राव्यते इति वाक्यमस्ति अत्र कर्तरि कथं वा तत्र शत्रुपत्ययस्य प्रयोगः भवति दृष्ट्या तु तत् कर्मपदमस्ति सत्यं परन्तु शत्रुप्रत्ययस्य कृते तु कर्म इति रीत्या तस्य सम्बन्धः नास्ति कर्तृयवरीत्या अस्ति अतः यद्यपि पदं कर्मपदमस्ति परन्तु विशेष्यविशेषणरूपेण तत्तु कर्तृपदमेव भवति कर्तृ इव सम्बन्धः भवति अतः तत्रापि गच्छन्तम् इति भवितुं शक्नोति शत्रुप्रत्ययः भवति अस्तु अग्रे अग्रे कृदन्तं न एकनिमिषम् अग्रे विजयमहोदय अस्ति वा विजयमहोदय कृदन्तं कर्मण्य अर्थे चेत् आं महोदय पठामि कृदन्तं कर्मण्यर्थे चेत् यस्य पदस्य विशेषणं तेन सह कर्मसम्बन्धः यथा वक्तव्या कथा अत्र कथा स्वयं वदति इति न अर्थः अपि तु या कथा उच्यते सा केनचित् वक्तव्या अतः तव्यत् प्रत्ययः कर्मण्यर्थे अस्ति न तु कर्तृर्थे तव्यत् अस्तु महोदय अपि च सा वक्तव्या कथा वाक्यस्तरे कर्तृपदं कर्मपदं किमपि भवितुम् अर्हति इयं वक्तव्या कथा समीचीना अनया एव वक्तव्यय कथया शिशोः निद्रा आगता अत्र एतत् कृदन्तपदम् अत्र कर्मण्यर्थे अस्ति चेत् पदस्य विशेषणं तेन सह कर्मसम्बन्धः भवति कृदन्तं वक्तव्या कथा इति स्वयं वदति इति न अर्थः वक्तव्या कथा कोऽपि अत्र कथा वक्तव्या इति वदतु महोदय स्वयं न पठति कोऽपि कथां पठति इति अतः वक्त कथा स्वयं न उच्यते कोऽपि वदति अतः तत्र अन्य कोऽपि अस्ति इति अथवा अपि च तदेव वदामि अत्र वक्तव्या कथा कर्त्री तदैव कर्त्री इति अर्थः अस्ति परन्तु तत् वाक्ये कर्मपदमस्ति वा कर्तृपदमस्ति वा किमपि तत्र तादृशविषयः नास्ति वक्तव्या कथा इति कथा इति यदस्ति तस्य वच् इति वक्तव्य तव्यद्रूपमस्ति तेन सह कर्म इति प्रयोगः भवति परन्तु वाक्ये तु तत् कर्तृपदं भवति इयं वक्तव्या कथा समीचीना अस्तु इयं वक्तव्या कथा समीचीना अतः वक्तव्या कथा इत्यस्य विशेषणविशेषभावः अस्ति कर्मणि भावे अस्ति परन्तु वाक्यस्य रीत्या तु अत्र कर्तृपदमस्ति अनया एव वक्तव्यया कथया शिशोः निद्रा आगता अथवा अत्र वक्तव्यया कथया अत्र वस्तुतः कर्तृपदमस्ति परन्तु तत्र कर्तृपदम् अस्ति अतः तव्यप्रत्ययः कथम् आगच्छति एतादृशं चिन्तनम् असमीचीनं वाक्यस्य स्तरे तु कर्तृपदं भवति किमपि भवतु परन्तु तस्य सम्बन्धः यत् अस्ति कथया इत्यनेन तत् कर्मसम्बन्धः अस्ति किमर्थं यतोहि कथा स्वयं न पठति अत्र गच्छन् बालकः तत्र स्वयं बालकः गच्छति यः बालकः गच्छति सः अतः बालकः तत्र तस्य कर्तृ इति अस्ति सम्बन्धः अत्र वक्तव्या कथामध्ये कथा कदापि स्वयं न उच्यते कोऽपि अन्यं तत् कथां तत्र वदति अतः अन्य वदति कथां वदति अन्य कोऽपि वदति अतः कथा अत्र कर्मप्रयोगः भवति शतन्तप्रत्ययस्य नाम कृदन्तप्रत्ययस्य कृते अतः अत्र कर्मणि प्रयोगः भवति कर्मणि प्रयोगः भवति चेत् तव्यप्रत्ययः आगच्छति वाक्यस्य स्तरे तु कीदृशमपि प्रयोगः भवेत् चिन्ता नास्ति सः आगच्छन्ति वा आं महोदय आहत्य किं प्रसङ्गे अपि कृत् प्रसङ्गे अपि कर्तरि शप् इत्यस्य प्रसक्तिः अस्ति व्यवहारः भिन्नः शत्रुप्रत्ययः कर्तृत्वे अपि च तिंशत् सार्वधातुकम् इत्यनेन सार्वधातुकः अतः सर्वत्र कर्तरि शप् इत्यनेन धातु शत्रुप्रत्ययोः मध्ये शप् विसर्णः प्रत्ययः विहितः अत्र कर्तरि शप् इत्यनेन तिङ् प्रसङ्गे अस्ति चेत् अत्र किमस्ति चेत् तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुक सार्वधातुकः अस्ति अनन्तरं कर्तृशप् इत्यनेन धातु शत्रुप्रत्ययोः मध्ये शप् विकर्णप्रत्ययः भवति अत्र अनन्तरम् एतत् सर्वं योजनेन कृदन्तपदम् अन्ते आगच्छति रचन्ति इदानीं पर्यन्तं प्रश्नः अस्ति वा न महोदय अग्रे पठामि वा महोदय एकनिमिष महोदय अत्र शत्रुप्रत्यय विशेषरूपेण एव आगच्छति वा महोदय विशेषेण हा सर्वत्र सामान्यतया बहुत्र ये प्रत्ययाः सन्ति कृदन्तप्रत्ययाः ते विशेषेण एव भवन्ति विशेषणरूपेण एव भवन्ति विशेषणविशेष्यभावः भवति तत्र सर्वदा भवति खलु महोदय सर्वदा भवति परन्तु कुत्रचित् तत्र क्रियापदं क्रियां सम्यक्तया वदति इति कृत्वा तत्र क्रियापदस्य उपयोगः न भवति यथा बालक गतवान् अस्ति इति भवेत् खलु बालक गतवान् अस्ति इति अतः बालक गतवान् इति न गतवान् मध्ये नास्ति परन्तु त्वा प्रत्ययः अस्ति चेत् अव्ययमस्ति तत्तु नास्ति खलु तत्रापि कृदन्त एव अस्ति खलु तत्र विशेषणं न भवति खलु तत्र न भवति अतः मया उक्तं सर्वत्र न भवति विशेषरूप विशेषणविशेषरूपम् आम् सत्यम् अग्रे पठामि वा महोदय एकनिमिषः अग्रे पठतु शत्रन्तप्रातिपदिकस्य निर्माणप्रक्रिया शत्रन्तप्रातिपदिकस्य निर्माणार्थं द्वे सोपाने स्तः प्रथमबिन्दुः विकर्णप्रत्ययः निमित्तिकम् अङ्गकार्यं तथा धातुविकरणप्रत्ययोः मेलनम् एतत् प्रथमबिन्दुः अनन्तरं द्वितीयसोपाने शत्रुप्रत्ययनिमित्तिकम् अङ्गकार्यं तदा अङ्गशत्रुप्रत्ययोः मेलनं प्रथमं धातुविकरणप्रत्ययोः मेलनम् अनन्तरं शत्रुप्रत्ययनिमित्तिकम् अङ्गकार्यं तदा अङ्गशत्रुप्रत्ययोः मेलनं भवति प्रथमे धातुगणे समूहे द्वादौ द्विवादौ तुदादौ चुरादौ धातुविकरणप्रत्ययोः मेलनेन यत् अङ्गं निष्पन्नं तत् सदा अदन्तम् अतः शत्रुप्रत्ययं निमित्तीकृत्य किमपि कार्यं नास्ति अस्य धातुगणसमूहस्य शत्रन्तरूपाणि प्रथमम् अवलोकनीयानि तथा द्वितीय धातुगणसमूहस्य वीक्षामहे यत्र शत्रुप्रत्ययं निमित्तीकृत्य अङ्गकार्यम् अर्हम् इति अत्र धातुगणसमूहे द्वादिगणेयः द्विवादिगणेयः तुदादिगणेयः चुरादिगणेयः एतत् धातुविकरणप्रत्ययमेलनेन अत्र अदन्तम् अस्ति चेत् अत्र शत्रुप्रत्ययं निमित्तीकृत्य कार्यम् अत्र किमपि नास्ति एव धातुगणसमूहस्य शत्रन्तरूपाणि प्रथमम् अवलोकनीयानि धातुगणसमूहस्य अनन्तरं शत्रु कृदन्तपदम् आगच्छति चेत् अत्र प्रथमकार्यं किं भवति इति अग्रिमवर्गे एतत् विषये दत्तमिति मम चिन्तनम् तर्हि अत्रापि किमपि साम्यम् अस्ति प्रथमं तु धातुविकरणप्रत्ययोः तर्हि अङ्गकार्यं तत् करोतु यथा गुणकार्यं किमपि भूयोगः शब्भव तद् समानमेव अस्ति यथा अस्माभिः पूर्वं पठितं तदनन्तरं तत् अङ्गं तस्य शत्रिप्रत्ययेन यत् योजनं भवति तत् करोतु शत्रिप्रत्ययस्य कृते यत् किमपि अङ्कनमस्ति तत् करोतु अदन्तम् अङ्गम् अस्ति चेत् यथा भ्वादि तुदादि चुरादि अपि च दिवादिगणे अत्र शत्रिप्रत्ययस्य कृते किमपि अङ्गकार्यं नास्ति केवलं वर्णमेलनम् अन्येषु गणेषु शत्रिप्रत्ययस्य कृते अपि अङ्गकार्यं भवितुं शक्नोति इति अस्तु तर्हि प्रथमं तु अदन्त इति तस्य गणस्य वयं पाठं कुर्मः तदनन्तरम् अन्यः च इति वार्ता अस्ति तर्हि इदानीं तृतीयकरपत्रं समाप्तं यत्र किमपि मुख्यरूपेण यत्किमपि उक्तम् इदानीं प्रत्येकगणस्य कृते कार्यं करिष्यामः यथा चतुर्थः अस्ति भवादिगणे भवादिगणे शत्रन्तप्रातिपदिकनिर्माणं तदनन्तरं बुधादिगणे तदनन्तरं दिवादिगणे तदनन्तरं चुरादिगणे इति अस्ति खलु. आम्. तदनन्तरं सुबन्तनिर्माणं तत्र शत्रुशानच् एतत् सर्वं भवति. अस्तु, तर्हि इदानीं पाठं समाप्तः, नूतनपाठः अग्रिमरविवासरे वयम् आरभामः. प्रश्नः अस्ति वा कस्यापि इदानीं पर्यन्तं? न न महोदय, इदानीं पर्यन्तं नास्ति, अथवा पठितमस्ति अतः. अस्तु, प्रायः तत् द्वितीयगणसमूहे भवेत् तत् कार्यम् अन्य प्रायः भवेत्. तत्रापि प्रायः किमपि समस्या नास्ति, वयं सर्वे जानन्तु कथं. अन्ति एव अस्ति, तत् सर्वत्र अस्ति, तत्र सूत्राणि भिन्नसूत्राणि एव, एकैव सूत्रमस्ति अत्र, एकमेव सूत्रमस्ति अत्र, भिन्नभिन्नसूत्राणि भवन्ति खलु, अतः अत्र अतोगुणे इत्येव अस्ति, परन्तु अत्र न न अतोगुणे अस्ति न, तत्र भिन्नसूत्राणि सन्ति, परन्तु सर्वाणि सूत्राणि अस्माकं परिचितानि सूत्राणि सन्ति, परिचितानि, नूतनसूत्राणि न सन्ति अस्मिन्, किमपि नास्ति, अतोगुणे एव. अस्माभिः लिङ्गन्तरूपाणां विषये पठितं, लट् लकारः, तत् तानि एव सूत्राणि अत्र अपि सन्ति. नाम लट् लकार प्रथमपुरुषबहुवचने अजादि अपित् इति प्रत्ययस्य कृते यानि सूत्राणि सन्ति तानि सर्वाणि अत्र अपि सन्ति, नूतनानि न सन्ति इति मम आशयः. अस्तु, ते प्रश्नः नास्ति चेत्